पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 45 शेष उवाच गुरुभाषितमाकर्ण्य वृषपर्वरिपुस्वराट् ज्ञात्वा रामस्य कार्यार्थमागतं पवनात्मजं भयं तत्याज मनसि वानरात् समुपस्थितम् जहर्ष चित्ते च भृशं वाचस्पतिमुवाचः इन्द्र उवाच कथं कार्यं सुराधीश द्रोणोऽयं नीयते यदि देवानां जीवनं भूय कथं स्यादिति मे वद इदानीं पवनोद्भूतं प्रसादाय यथा तथम् रामप्रीतिं परां यान्ति देवानां च सुखं भवेद् देवाधिपस्य वचनं श्रुत्वा वाचस्पतिस्तदा शक्रं तु पुरध कृत्वा सर्वदेवैः परीवृतं जगाम तत्र यत्रास्ते हनुमान् निर्भयकपिः गर्जदिप्रसभं जित्वा सुरान् सर्वान् सुखासिनः ते गत्वा सन्निधौ तस्य बृहस्पतिपुरोगमाः पेदुस्ते चरणौ नत्वा समीरतनुजस्य हि बृहस्पतिश्च तं वीरं जगादप्रेरितो मुना सुराधीशेन लोकस्य गुरुणा वददां वरः अजानद्भिकृतं कर्म देवैस्तव पराक्रमं श्रीराम चरणस्य त्वं सेवकोऽसि महामदे किमर्थमयमारम्भकथमत्र समागमः तत्करिष्यामहे सर्वे सन्नतास्तव भाषितम् रोषं त्यक्त्वा कृपां कृत्वा देवाधीशं विलोकय पवनात्मजदैत्यानां भयङ्करवपुर्दधत शेष उवाच युद्धं भाषितमाकर्ण्य देवानां स गुरोर्वचः उवाच देवान् सकलान् गुरुं चैव महायशः राज्ञो वीरमणे सङ्घ्ये हता सर्वेण भूरिशः भटास्तान्वै जीवयितुं द्रोणं नेष्यामि पर्वतं तं ते निवारयिष्यन्ति स्ववीर्य बलदर्पिताः तान्नेष्यामि क्षणादेव यमस्य सदनं प्रति तस्माद्वदद मे यूयम् द्रोणं वाध तदौषधं येन सञ्जीवयिष्यामि मृतान्वीरान्नृणाङ्गणे शेष उवाच इति वाक्यं समाकर्ण्य वायुसूनोर्महात्मनः ते सर्वे प्रणतिं गत्वा ददुसञ्जीवनौषधम् ते प्रहृष्टा भयं त्यक्त्वा सुरास्वर्गौकसस्वयं ययुःसुरपतिं कृत्वा पुरसौख्यसमन्विताः हनुमान् भेषजं तत्तु समादायागदोरणं स्तुत सर्वैः सुरगणैर्महाकर्म समुत्सुकैः तमागतं हनुमन्तं वीक्ष्य सर्वेऽपि वैरिणः साधु साधु प्रशंसं तमद्भुतं मेनिरे कपिं कपिः समागत्य महामुदायुधः पुरोभटं पुष्कलमागतं मृदं शिवेन संरक्षितमुग्रमण्डले श्रीरामचित्तं सविधे जगामः सुमतिं च समाहूय मन्त्रिणं महदां मदम् उवाच जीवयाम्यद्य सर्वान् वीरान् रणे मृदान् एवमुक्त्वा भेषजं तत्पुष्कलस्य महोरसि शिरःकायेन सन्धाय जगाद वचनं शुभम्। यद्यहं मनसा वाचा कर्मणा राघवं पदिं जानामि तर्हि यदेन भेषजेनाशु जीवतु। इति वाक्यं यदा वक्रि तावत् पुष्कल उत्थितः रणाङ्गणे दशद्रोषाद्दन्तान्वीरशिरोमणिः। क्व गदो वीरभद्रोऽसौ मां सम्मूर्च्य रणाङ्गणे, सद्योऽहं पादयाम्येनं क्वास्ति मे धनुरुत्तमम्। इति तं भाषमाणं वै प्राहवीरं कपीन्द्रकः, धन्योऽसि वीरयद्भूयो वदस्येनं रणाङ्गणे। त्वं हदो वीरभद्रेण रघुनाथप्रसादतः, पुनः सञ्जीवितोऽस्येहि शत्रुघ्नं यममूर्च्छितम्। इत्युक्त्वा प्रययौ तत्र सङ्ग्रामवरमूर्धनि, श्वसन्नास्ते स शत्रुघ्नशिव बाणप्रपीडितः। तत्र गत्वा समीपं तच्छत्रुघ्नस्य महात्मनः निधाय भेषजं तस्य वक्षसि श्वासमागदे। उवाच हनुमांस्तं वै जीवशत्रुघ्नसत्तम, मूर्च्छितोऽशिरणे कस्मान्महाबलपराक्रम। यद्यहं ब्रह्मचर्यं च जन्मपर्यन्तमुद्यतः पालयामि तदा वीरशत्रुघ्नो जीवदुक्षणात्। उक्तमात्रेण तेनेदं जीवितः क्षणमात्रतः, क्व शिव क्व शिवो यादो विहाय रणमण्डलम्। अनेके निहता सङ्ख्ये श्रीरुद्रेण पिनाकिना, ते सर्वे जीविता वीरा कपीन्द्रेण महात्मना। तदा सर्वे सुसन्नद्धा रोषपूरितमानसाः, स्वे स्वे रथे स्थिता शत्रून् प्रययुः क्षतविग्रहाः। पुष्कलो वीरभद्रं तु चण्डं चैव कुशध्वजः, नन्दिनं हनुमान्वीरशत्रुघ्नः सङ्गरे शिवम्। धनुर्विस्मारयन्तं तं शत्रुघ्नं बलिनां वरं, सङ्ग्रामे शिवमाहूय तिष्ठं तं प्रययौ नृपः। राजा वीरमणिर्वीरः शत्रुघ्नः समरे बली, अन्योन्यं चक्रतुर्युद्धं मुनिविस्मयकारकम्। राज्ञा च वीरमणिना रथा भग्ना शताधिकाः, शत्रुघ्नस्य नरेन्द्रस्य तिलशः क्षणतो द्विज। तदा प्रकुपितोऽत्यन्तं शत्रुघ्नो रणमण्डले, आग्नेयास्त्रं मुमोचामुं दग्धुं सैन्यसमन्वितं। दाहकं तन्महद्दृष्ट्वा महास्त्रं शत्रुमोचितम्, अत्यन्तं कुपितो राजा वरुणास्त्रं समाददे। वरुणास्त्रेण सीतार्थं वीक्ष्य रामानुजो बली, वायव्यास्त्रं मुमोचास्मै तेन वायुर्महानभूत। वायुना संहदामेका ययुस्ते सर्वतो दिशम्, इतस्ततो गता सर्वे सैन्यं तत् सुखिदं बभौ। सैन्ये पवनपीडार्ते नृपो वीरमदिर्महान्, पर्वतास्त्रं रिपुद्धारि जग्राह च शरासने। पर्वतैस्तम्भितो वायुर्न चाः सर्पदसङ्गरे, तद्वीक्ष्य रामावरजो वज्रास्त्रं तु समाददे। वज्रास्त्रेण हता सर्वे नगास्तु तिलशकृताः चूर्णदां प्रापुरेदस्मिन्रणे वीरवरार्चिते वज्रास्त्रेण विदीर्णाङ्गा वीराशोणितशोभिताः बभूवुः समरप्रान्ते चित्रं समभवद्रणम् तदा प्रकुपितोऽत्यन्तं राजा वीरमणिर्महान् ब्रह्मास्त्रं चाप आधत्त वैरिदाहकमद्भुतं शत्रुघ्नः शरमादाय सस्मार सुमनोहरम् अस्त्रं तद्योगिनी दत्तं सर्ववैरिविमोहनं ब्रह्मास्त्रं तत् करभ्रष्टमागतं वैरिणं प्रति तावच्छत्रुघ्न नाम्नादु तन्मुक्तं मोहनास्त्रकं मोहनास्त्रेण तद्ब्राह्मं द्विधाच्छिन्नं क्षणादिह लग्नं राज्ञो हृदि क्षिप्रं मूर्च्छां सम्प्रापयन्नृपम् ते बाणाशदशो मुक्ता शत्रुघ्नेन महीभृता सर्वेऽपि मूर्छिता वीरा गणा रुद्रस्य ये पुनः शिवस्य चरणोपस्थे मूढा पेदुर्महीतले तदा शिवप्रकुपितो रथे तिष्ठन् ययौ नृपम् शिवेन सहसा योद्धुं समायादोरणाङ्गणे शत्रुघ्नः सज्ज मात्तज्यं धनुकृत्वा व्ययुध्यत तयोः समभवद्युद्धं घोरं वैरिविदारणं शस्त्रास्त्रैर्बहुधामुक्तैरादीविद दिगन्तरम् अस्त्रप्रत्यस्त्रसङ्घादैस्ताडनप्रतिताडनैः देवानामपि दैत्यानां नैदादृग्रणमण्डलं तदा व्याकुलितोऽत्यन्तं शत्रुघ्नशिवसङ्गरे सस्मारस्वामिनं तत्र पावनोरुपदेशदः हानाथ भ्रातरत्युग्रशिव प्राणापहारणं करोति धनुरुद्यम्यत्रायस्व रणमण्डले अनेकदुःखपाधोधिं तीर्णा रामदवाक्यया मामप्युद्धरदुःखस्थं राम राम कृपानिधे युद्धं वक्रि यदा तावद्वीक्षितो रणमण्डले नीलोत्पलदलश्यामो रामो राजीवलोचनः मृगशृङ्गं कडौ धृत्वा दीक्षितं वपुरुद्वहन् तं दृष्ट्वा विस्मयं प्राप शत्रुघ्नः समराङ्गणे इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे श्रीरामसमागमो नाम पञ्चचत्वारिंशोऽध्यायः ॐ